नमस्कारः. अद्यतनविषयः अस्ति अष्टाध्यायः समग्रदृष्टिः इति विषयः अनुवर्तते. तत्र एतावता अष्टाध्याय्यां किं किम् अस्ति इति वयम् एकवारं दृष्टवन्तः. इतः अग्रे तत्र प्रसिद्ध अधिकारसूत्राणां विषये किञ्चित् लिखितमस्ति, तस्मिन् विषये एकवारं पठित्वा अग्रे सर्तुं शक्नुमः. गतवर्गे अधिकारसूत्रेषु प्रथमं सूत्रम् अस्माभिः परिशीलितमासीत्, प्रत्ययः इति सूत्रं. प्रत्ययः इति अधिकारसूत्रमस्ति, तृतीय अध्याये अस्ति, तृतीय अध्याये अपि च चतुर्थाध्याये, पञ्चमाध्याये, त्रिषु अध्यायेषु प्रत्ययः इत्यस्य अधिकारः अस्ति. अनेन बुध्यते यत् तृतीयाध्याये, चतुर्थाध्याये, पञ्चमाध्याये यत् किमपि विधीयते, यत्र विधानम् अस्ति, तत्र प्रत्ययः इति अधिकारः. इत्युक्ते प्रत्ययः एव विधीयते, प्रकृतितः प्रत्ययः विधीयते इति ज्ञायते. तदनन्तरं परश्च इति सूत्रमस्ति, तस्य अधिकारः अपि तृतीयाध्याये, चतुर्थाध्याये, पञ्चमाध्याये अस्ति. तत्रापि परश्च इत्यनेन प्रकृतेः अनन्तरं प्रकृतेः परं प्रत्ययः विधीयते इति ज्ञायते. तदपि अस्माभिः दृष्टं. तदनन्तरं धातोः इत्यस्य अधिकारः अस्ति. धातोः इत्यस्य अधिकारः तृतीयाध्याये अस्ति, केवलं तृतीयाध्याये अस्ति, न तु चतुर्थाध्याये अथवा पञ्चमाध्याये. यतोहि चतुर्थाध्याये अपि च पञ्चमाध्याये प्रातिपदिकम् इत्यस्य अधिकारः, इत्युक्ते यत्किमपि विधीयते तत्र प्रकृतिः प्रातिपदिकम् अस्ति. केवलं तृतीयाध्याये धातुः इति प्रकृतिः अस्ति, प्रकृतिः प्रत्ययः इति विभागः अस्ति, तत्र धातुः इति प्रकृतिः, प्रकृतितः प्रत्ययः विधीयते. तर्हि धातोः इति अधिकारसूत्रमपि अस्माभिः गतवर्गे परिशीलितमासीत्. तत्र तृतीयाध्याये यत्किमपि विधीयते धातुतः विधीयते इति ज्ञायते. तदनन्तरम् इदानीं तत्र ज्ञाप्रातिपदिकात् इति सूत्रम् अत्र अद्य पठामः. रमा भगिनी पठति वा ज्ञाप्रातिपदिकात्? आं भगिनि, ज्ञाप्रातिपदिकात् चतुर्थ अध्याये प्रथमपादे प्रथमसूत्रात् आरभ्य पञ्चम अध्याय चतुर्थपाद षट् अधिकशतं, रैट् और् राङ्ग्? ऐ थिङ्क् इस् राङ्ग्. षष्ट्यधिकशतं. चतुर्थे पञ्चमे च अध्यायोः यावन्तः प्रत्ययाः विहिताः ते सर्वे प्रातिपदिकेभ्यः ण्यन्तेभ्यः आबन्तेभ्यः वा आयान्ति. ण्यन्तरूपाणि, आबन्तरूपाणि च त्रीलिङ्गरूपाणि इति. तर्हि आहत्य चतुर्थे पञ्चमे चाध्याययोः सर्वे सुबन्तविधायकसूत्राणि सन्ति. तेषु सर्वेषु यत्किमपि विहितं प्रत्यय इत्यनेन यः विहितः तस्य नाम प्रत्ययः. अपि च यः विहितः सः सर्वत्र प्रातिपदिकात् ण्यन्तात् आबन्तात् वा विहितः भवति. ऐ एम् नाट् श्योर् वेदर् ऐ अण्डर्स्टाण्ड् फुल्ली, ऐ विल् अटेम्प्ट्. चतुर्थे पञ्चमे च अध्याययोः यावन्तः प्रत्ययाः विहिताः ते सर्वे प्रातिपदिकेभ्यः, प्रातिपदिकेभ्यः अर्थात् सुबन्तरूप यं प्राप्नोति, ये प्राप्नोति ते सर्वे प्रातिपदिकेभ्यः प्रत्ययः भवन्ति. ण्यन्तेभ्यः आबन्तेभ्यः अर्थात् स्त्री प्रत्ययः ञ नी आप् द्वे अपि स्त्रीप्रत्ययानि, स्त्रीलिङ्गरूपाणि आयान्ति. तर्हि आहत्य चतुर्थे पञ्चमे च अध्याये सर्वे सूत्राणि सुबन्तविधायक सुबन्तं निर्णयन्ति. तेषु सर्वेषु यत्किमपि विहितं प्रत्ययः इत्यनेन यः विहितः तस्य नाम प्रत्ययः. प्रत्ययं योजयित्वा रूपम् आगच्छति, अन्तिमरूपम्. अतः ते सर्वेभ्यः नाम प्रत्ययः भवन्ति. अपि च यः विहितः सः सर्वत्र प्रातिपदिकात् ण्यन्तात् आबन्तात् वा विहितः भवति. प्रातिपदिकात् सामान्यरूपेण, ण्यन्तात् आबन्तात् विशेषरूपेण स्त्रीलिङ्गरूपाणि निर्णयति. बहु समीचीनं भगिनि, तथैव अस्ति. इत्युक्ते ज्ञाप् प्रातिपदिकात् प्रातिपदिकात् इति वयम् अवगच्छामः. प्रातिपदिकात् इति वयम् अवगच्छामः, परन्तु ज्ञाप् ज्ञाप् इत्युक्ते नी योगः आप्. नी इत्यनेन तत्र स्त्रीलिङ्गप्रत्ययानां ग्रहणं, नीप् नीश् नीन् इति त्रयः प्रत्ययाः सन्ति. अनन्तरम् आबन्ताः इत्युक्ते टाप् टाप् चाप् इति अकारान्ताः आबन्ताः इति एतेभ्यः तत्र प्रातिपदिकात् प्रत्ययाः विधीयन्ते इति एव अस्ति. ण्यन्तात् इत्युक्ते स्त्रीलिङ्गे, अबन्तात् इत्युक्ते स्त्रीलिङ्गप्रत्ययः. तर्हि अत्र ण्याप्रातिपदिकात् इति अधिकारेण अवबुध्यते यत् चतुर्थाध्याये पञ्चमध्याये यत्किमपि विधीयते प्रातिपदिकात् विधीयते, नो चेत् स्त्रीलिङ्गप्रातिपदिकात् अथवा स्त्रीलिङ्गनीब ण्यबन्तप्रातिपदिकात् अथवा आबन्तप्रातिपदिकात् प्रत्ययाः विधीयन्ते. प्रत्ययाः के इत्युक्ते तत्र स्वादिप्रकरणे बहवः प्रत्ययाः सन्ति. अस्माकं परिचितप्रत्ययः तु सुप्रत्ययः, तद्धितप्रत्ययः अपि भवितुम् अर्हति. अस्तु, तर्हि इदानीम् इतः अग्रे संहितायाम् इति सूत्रमस्ति. वासुदेवन् महोदय पठति वा? अहं पठामि. संहितायां षड् षष्टाध्याये प्रथमपादे एकसप्तति सूत्रम् अधिकारः षष्टाध्याये प्रथमपादे एकसप्ततम अध्यायात् आरभ्य षट्पञ्चाशत् अधिक एकशतं सूत्रपर्यन्तम्. अपि च चतुर्दशाधिक एकशतं सूत्रपर्यन्तम् एकशतसूत्रम् आरभ्य नवत्रिंशदधिक एकशतं सूत्रपर्यन्तम् अत्र सुरसन्धिविधायकसूत्राणि सन्ति. यदा एण्सन्धिः, गुणसन्धिः, वृद्धिसन्धिः, सवर्णदीर्घसन्धिः इत्यादयः. प्रत्येकस्मिन् सन्धिविधायकसूत्रे संहितायाम् उपविश्य वदति यत् तदा सन्धिः भवति यदा वर्णयोः अतिसामीप्यं वर्तते, नाम अव्यवहिता स्थितिः. संहितायां सन्धिविषये एव यदा गुणसन्धिः विधायकसूत्रम् आत् गुणः अनुवृत्तिसहितसूत्रमेव आत् अचि पूर्वपरयोः एकः गुणः संहितायाम्. इतोपि पठनीयं वा? हल्सन्धिः सन्धिविषये एव संहितायाम् इत्यस्य अधिकारः भवति. अधिकारे यत्र यत्र सन्धिः भवति तत्र संहितायाम् आगत्य अधिकारं सूचयति. यदा आद्गुणः इति सूत्रे आत् अजि पूर्वपरयोः एकः गुणः संहितायाम् इत्यस्य अधिकारः. तदेव भगिनि. आम् आं महोदय. तावद्वा? अस्तु. इत्युक्ते संहितायाम् इति अधिकारः अस्ति, महोदय कृपया म्यूट् करोतु. संहितायाम् इति अधिकारः अस्ति षष्ठाध्याये. षष्ठाध्याये एव स्वरसन्धिसम्बद्धसूत्राणि सन्ति षष्ठाध्याये, यत्र एकोयणचि यान्तावान्तदेशसन्धिः इत्यादयः तत्रैव षष्ठाध्याये सन्ति. अस्माभिः पूर्वं दृष्टमासीत् अष्टाध्यायां, तत्र संहिता इत्यस्य अधिकारः अस्ति. तर्हि यत्र यत्र सामीप्यम् अस्ति अथवा नैकट्यम् अस्ति, वर्णानां नैकट्यं यत्र अस्ति तत्र संहिता इत्यस्य अधिकारे सन्धिकार्याणि भवन्ति. यण्सन्धिः भवतु, गुणसन्धिः भवतु, वृद्धिसन्धिः भवतु, सवर्णदीर्घसन्धिः इत्यादयः. तर्हि अत्र प्रत्येकस्मिन् सूत्रे संहिता इति आगत्य उपविश्य वदति. तत्र वर्णानां सामीप्यम् अस्ति चेत्, नैकट्यम् अस्ति चेत् तस्मिन् सन्दर्भे सन्धिकार्यं भवति. तदर्थम् उदाहरणम् अत्र दत्तमस्ति, आद्गुणः. आद्गुणः इति गुणविधायकं सूत्रमस्ति. आद्गुणः तत्र अवर्णात् अचिपरे पूर्वपरयोः एकः गुणः संहितायाम् इति तत्रापि वयं ज्ञातुं शक्नुमः. संहितायाम् इति अधिकारे इदं कार्यं भवति. अस्तु, तर्हि अत्र केवलं स्वरसन्धिविषये एव संहितायाम् इत्यस्य अधिकारः अस्ति, यतोहि तत्र हल्सन्धिकार्याणि सर्वाणि तत्र अष्टमाध्याये सन्ति. हल्सन्धिकार्याणि द्वितीयपादे, तृतीयपादे, चतुर्थपादे हल्सन्धिकार्याणि सन्ति. तत्र किमस्ति, तत्र कस्य अधिकारः इति अग्रे पश्यामः. उमा भगिनी पठति वा? पठामि भगिनि. हल्सन्धिः अष्टमाध्याये भवति, तत्रापि सन्धिः इत्यस्य कृते संहितायाम् अपेक्षते एव. परञ्च अत्र संहितायां षष्ठाध्यायस्य संहितायां षष्ठाध्याये प्रथमपादे एकसप्तति सूत्रं, षष्ठाध्याये तृतीयपादे चतुर्दश चतुर्दशाधिक एकशतम् इति न. अष्टमाध्याये एव अन्यत् सूत्रं वर्तते, तयोर्व्यावचिसंहितायाम् अष्टमाध्याये द्वितीयपादे अष्टाधिक एकशतम् अस्मात् सूत्रात् संहितायाम् इत्यस्य अधिकारः भवति ग्रन्थस्य अन्तपर्यन्तम्. अत्र हल्सन्धिविषये वर्णनं करोति. हल्सन्धिः अष्टमाध्याये सन्ति, तदपि संहितायाम् इति एव अधिकारे अस्ति. षष्ठाध्याये अत्सन्धिः सन्ति, किन्तु अष्टमाध्याये हल्सन्धिः सन्ति, तयो व्यावचि संहितायां. तयो व्यावचि इत्यस्य अर्थं न जानामि. संहितायाम् इत्यस्य अधिकारे एव भवति, तस्मात् आरभ्य अन्तिमपर्यन्तं हल्सन्धिः विषये वर्णयति अष्टाध्याये. हा, समीचीनं भगिनि. इत्युक्ते अत्र अष्टाध्यायं सन्धिः इति कुत्रापि न उच्यते. सन्धिः इति शब्दः एव न प्रयुक्तः, परन्तु लोके तादृशव्यवहारः अस्ति. सन्धिः इति व्यवहारः अस्ति लोके. अष्टाध्यायं तु संहिता इत्येव उच्यते. तत्र वस्तुतः तत्र संज्ञासूत्रमस्ति, परः सन्निकर्षः संहिता इति अस्ति. इत्युक्ते यत्र वर्णानां सामीप्यमस्ति, व्यवधानं नास्ति. यदा द्वयोः वर्णयोः उच्चारणसमये व्यवधानं नास्ति, तादृशसमये वर्णयोः मध्ये संहिता अस्ति इति वयं वदामः. तर्हि अत्र प्रश्नः उदेति, संहिता कुत्र कुत्र भवति इत्युक्ते केषुचित् स्थलेषु संहिता नित्या, अन्येषु स्थलेषु संहिता विकल्पेन भवति इति वयं वदामः. तदर्थं तत्र अस्माभिः ज्ञायते एव, तत्र एका कारिका अस्ति. संहितैकपदे नित्या धातु उपसर्गयोः नित्या समासे वाक्ये तु विवक्षाम् अपेक्षते इति अस्ति. इत्युक्ते एकस्मिन्नेव पदे, इत्युक्ते पदनिर्माणसमये एकं क्रियापदं निर्मातुम् इच्छामः, नो चेत् एकं सुबन्तं पदं निर्मातुम् इच्छामः, तस्मिन् सन्दर्भे तु सन्धिः संहिता नित्या इत्युक्ते सन्धिः करणीयः एव, एकस्मिन्नेव पदे सन्धिः करणीयः एव, तत्र विकल्पेन भवितुं नार्हति। अपि च तत्र धातु उपसर्गयोः धातु उपसर्गः तयोः यदा मेलनं भवति तदानीमपि सन्धिकार्यं नित्यमस्ति। अनन्तरं समासप्रसङ्गे समासे अपि सन्धिः नित्यः। केवलं वाक्ये विकल्पेन भवितुम् अर्हति, सन्धिः अस्माकं विवक्षानुगुणं भवितुम् अर्हति। इत्युक्ते एतादृशी कारिका वर्तते, परन्तु तत्र प्राचीनकाले वैयाकरणाः अथवा नो चेत् ये संस्कृतभाषां जानन्ति ते सर्वे तु वाक्यस्तरे अपि सन्धिं कुर्वन्ति एव, सन्धिं कृत्वा एव वाक्यस्य प्रयोगमपि कुर्वन्ति। परन्तु अद्यत्वे तु तत्र बहुत्र कारिकामेव वयं स्वीकुर्मः, अतः वाक्यस्तरे विवक्षानुगुणं विकल्पेन भवति इति वयं वक्तुं शक्नुमः। तर्हि तत्र अष्टमाध्याये भिन्नसूत्रमस्ति, तेन सूत्रेण संहिता इत्यस्य अधिकारः अस्ति, तत्रापि तत्र अर्थः समानः। संहिता इत्युक्ते अत्र वर्णानां नैकट्यम् अस्ति, तस्मिन् सन्दर्भे हाल् सन्धिः भवति इति तावदेव तत्र अस्ति। अस्तु, ततः अग्रे अङ्गस्य इति अधिकारः अस्ति, अङ्गस्य इति अधिकारः संहितायां सूत्रस्य अर्थः पूर्णं विवृणोति। तयोर्यवचितसंहितायाम् इत्यस्य अर्थः इति वा? तत्र संहितायां संहितायोः अचि वदतु भगिनि। तयोः व्योः अचि संहितायां तयोः व अनन्तरं व्य द्वयोः अचि परे भवति चेत् संहितायां वान्तो यि प्रत्यये तत् समये किं भवति तत् वकारस्य लोपः भवति खलु लोपशाकल्यस्य इति सूत्रेण तयोः इत्युक्ते इकार उकारयोः वकार अनन्तरं यकार द्वयोः अचि परे भवति चेत् पदान्ते यदि वकारः वा यकारः वा भवति अनन्तरम् अचि परे भवति चेत् तत्र यकारवकारयोः विकल्पेन लोपः भवति लोपः शाकल्यस्य इति सूत्रात् तदेव भगिनि तदेव अस्ति तत्र वस्तुतः तयोर्यवचि संहितायाम् इति तत्र तयोर्यवचि इत्यस्य कः अर्थः इति भगिनी यथा उक्तवती तत् समीचीनं। तदनन्तरं संहितायाम् इति अस्ति पदम्, तत्र संहितायाम् इति पदस्य विषये अस्माकम् अवधानम् अस्ति। संहितायाम् इत्यस्मात् पदात् संहिता इति अग्रे सर्वत्र यत्र यत्र सन्धिकार्यं भवति तत्र सर्वत्र संहिता इत्यस्य एव प्राधान्यम् अस्ति, संहितायां किमपि कार्यं भवति इति अर्थः अस्ति तत्र। अतः तत्र यत्किमपि जलां जशन्ति नास्ति, तत्र जलां जशि इति सूत्रं पश्यामः चेत् तत्र संहितायाम् इति पदं तत्र अनुवृत्तं भवति, इत्युक्ते नैकट्यं वर्णानां नैकट्यम् अस्ति चेत् तत्र सन्धिकार्यं भवति। यथा तत्र संहितायाम् इति अधिकारसूत्रमस्ति तथैव इदमपि सूत्रमस्ति, संहितायाम् इत्यस्य अधिकारः अस्ति तावदेव, अन्यत् किमपि नास्ति तत्र। अस्तु, वसन्ती भगिनी पठति वा? अस्तु भगिनि। अङ्गस्य अधिकारः षष्ठाध्यायस्य चतुर्थपादस्य आरम्भात् सप्तमाध्यायस्य अन्तपर्यन्तं यत्किमपि कार्यं विधीयते तत् कार्यम् अनेन सूत्रेण अङ्गे एव भवति, अतः अङ्गकार्यम् इति उच्यते। यदा प्रत्ययः विधीयते तदा तस्मात् प्रत्ययात् पूर्वं यावत् अस्ति तत्सर्वम् अङ्गम् इति। Are they reading in the प्रतिपादेशित पुस्तकं किं प्रश्नः कः वेर् आर् दे रीडिङ्ग् विच् बुक् दे आर् रीडिङ्ग् आर् दे फालोयिङ्ग् युवर् टेक्स्ट् आर् करपत्रं न तत्र करपत्रं प्रेषितं खलु अष्टाध्यायः समग्रदृष्टिः तत्रैव अन्ते अस्ति अङ्गस्य इति अधिकारसूत्रं भगिनी वदतु अङ्गस्य इति अधिकारः तत् षष्टाध्यायस्य चतुर्थपादा आरभ्य सप्तमाध्याय अन्तिम पर्यन्तं किमपि कार्यं विधीयते तत्कार्यं अङ्गम् एव भवति तत् अङ्गकार्यम् इति अङ्गे एव भवति अङ्गे एव भवति अङ्गे एव भवति सो तत् अङ्गकार्यम् इति उच्यते प्रत्ययात् पूर्वम् अङ्गं भवति सो प्रत्ययात् पूर्वं यति भवति तत् अङ्गम् इति उच्यते हा प्रत्ययात् पूर्वं यत्किमपि अस्ति तस्य नाम अस्ति अङ्गम् तर्हि अङ्गे यत् कार्यमस्ति तद् अङ्गकार्यं तर्हि अङ्गस्य इत्यस्य अधिकारः षष्ठाध्याये चतुर्थपादे प्रथमसूत्रात् आरभ्य आसप्तम अध्यायपर्यन्तम् अङ्गस्य इत्यस्य अधिकारः अस्ति तेन किं वयम् अवगच्छामः इति चेत् यत्र यत्र अङ्गस्य इति अधिकारः अस्ति तत्र प्रत्ययः परः भवति इति वयम् अवगन्तुं शक्नुमः प्रत्ययः परः अस्ति इति कृत्वा अङ्गस्य अङ्गे किमपि कार्यमस्ति इति वयं ज्ञातुं शक्नुमः अस्तु भगिनि अग्रे पठतु उदाहरणार्थं भू योगः आयोगः ति भव योगः ति भवति इति निष्पन्नं भवति इत्यस्य निर्माणसमये ति इत्यस्य दृष्ट्या अङ्गं भव इति ति इत्यस्मात् पूर्वं यावत् अस्ति तत् सर्वं ति इत्यस्य कृते अङ्गम् तर्हि अत्र अङ्गं नाम धातुविकरणप्रत्ययोः संयुक्तरूपं यथा वद् योगः अ वद भूयोगः अ भव इत्यादीनि अङ्गानि भवति इति उदाहरणे आरभ्ये भूयोगः अ शप् इति स्थितौ अ शप् प्रत्ययस्य दृष्टया भू इति अङ्गं भू पूर्वम् अस्ति किल शप् प्रत्ययस्य प्रभावेन भू इत्यस्य अङ्गस्य गुणः भवति भूयोगः अ भो योगः अ भव इदं कार्यं शप् विकरणप्रत्ययं निमित्ति कृत्य भू इति अङ्गे भवति अतः इदम् अङ्गकार्यम् सूत्रम् अस्ति सार्वधातुक आर्धधातुकयोः अत्र अङ्गस्य इति सूत्रस्य अधिकारः अनुवृत्तिसहितसूत्रमिदं सार्वधातुक आर्धधातुकयोः गुणः अङ्गस्य सार्वधातुकप्रत्ययः आर्धधातुकप्रत्ययः वा परे अस्ति चेत् अङ्गस्य गुणः भवति उदाहरणं दत्तं भूधातु भूयोगः अ इति शप् विकरणप्रत्ययः सो भूयोगः अयोगः ति भव भवति सो भवति निर्माणसमये ति इति तिङ्गन्तप्रत्ययः अस्ति शप् प्रत्ययः पूर्वं शप् प्रत्ययः अस्ति सो शप् प्रत्ययः धातोः परः भवति सो प्रत्ययस्य पूर्वभागं अङ्गं सो भव ओके तिङन्तप्रत्ययः पूर्ववाहं भव इति भवति सो भव इति अङ्गं फार् तिङन्तप्रत्ययः अग्रिम उदाहरणं वद्दि वद् दातु वद्योगः वद सो सेम् वे वद वद इति अङ्गं फार् तिङन्तप्रत्यय शप् प्रत्ययस्य प्रभावेन भू इत्यस्य अङ्गस्य गुणः भवति भूयोगः शप् सार्वधातुक आर्धधातुकयोः इति सूत्रेण भू गुणकार्यं भवति भू बिकम्स् भो भो योगः अ भव इति अङ्गं भव योगः ति भवति इति रूपं सो सार्वधातुक आर्धधातुकयोः इति अङ्गस्य अधिकारः सूत्र सार्वधातुक आर्धधातुकयोः सूत्रम् अनुवृत्ति सहित अनुवृत्तिसहितसूत्रम् असार्वधातुक आर्धधातुकयोः गुणः अङ्गस्य इति ओके बुद्धं वा भगिनि बुद्धं वा या ऐ अण्डर्स्टाण्ड् बट् ऐ एम् नाट् एबल् टु कन्वे क्लियर्लि नास्ति चिन्ता नास्ति चिन्ता इत्युक्ते अत्र पश्यति चेत् अत्र एतावता यद् भवती उक्तवती बहु समीचीनं भगिनि इत्युक्ते प्रत्ययात् पूर्वं यः भागः अस्ति सः भागः तस्य नाम अङ्गम् इति तत्सर्वं समीचीनं यथा अत्र भू इति धातुः कस्मिन् गणे अस्ति प्रथमगणे अस्ति सत्यं भुवादिगणे अस्ति तर्हि भूयोगः शप् योगः ति शप् इति प्रत्ययस्य कृते भू इति अङ्गम् अनन्तरं शप् शप् प्रत्ययं निमित्तीकृत्य तत्र भू इति अङ्गे कार्यं भवति अङ्गकार्यम् इति वयं वदामः तदर्थं सूत्राणि कुत्र सन्ति इति चेत् तत्र अङ्गस्य इति अधिकारे यानि यानि सूत्राणि सन्ति तैः सूत्रैः तत्र अङ्गकार्यं क्रियते तर्हि तदर्थम् एकं सूत्रम् अत्र उदाहरणरूपेण दत्तमस्ति सार्वधातुक अर्धधातुकयोः सार्वधातुक अर्धधातुकयोः इति सूत्रेण कीदृशकार्यं भवति गुणकार्यं भवति हा गुणकार्यं सत्यं गुणकार्यं तत् तस्य अन्यत् नाम अस्ति कुत्र अस्ति तत्र सूत्रं कुत्र अस्ति सूत्रम् अङ्गस्य इति अधिकारे हा हा अङ्गस्य अधिकारे अस्ति कथं जानाति भवती अनुवृत्तिसहितसूत्रं न न अङ्गस्य हा अनुवृत्तिसहितसूत्रम् अस्ति परन्तु तत्र सूत्रं सूत्रसङ्ख्यां दृष्ट्वा अपि ज्ञातुं शक्नुमः खलु प्रत्ययः अचीपरे अङ्गकार्यं समीचीनम् समीचीनं परन्तु केवलं सूत्रम् अपि च सूत्रसङ्ख्यां दृष्ट्वा अपि वयं ज्ञातुं शक्नुमः कीदृशकार्यम् इति अत्र सप्तमाध्यायस्य तृतीयपादे अस्ति अतः अङ्गकार्यम् इति ज्ञातुं शक्नुमः यतोहि अङ्गस्य इत्यस्य अधिकारः कुतः पर्यन्तमस्ति सप्तमाध्यायस्य अन्तपर्यन्तमस्ति अतः षष्ठाध्याये चतुर्थपादे प्रथमसूत्रात् आरभ्य सप्तमाध्यायस्य प्रथमपादः द्वितीयपादः तृतीयपादः चतुर्थपादः सर्वत्र अङ्गस्य इत्यस्य अधिकारः अस्ति अतः सूत्रसङ्ख्यां दृष्ट्वा अत्र सार्वधातुक अर्धधातुकयोः इति सूत्रं कुत्र अस्ति? सप्तम अध्याये तृतीयपादे तत्र सत्यं सप्तमाध्याये तृतीयपादे अस्ति. सप्तमाध्याये तृतीयपादे अस्ति. तत्र सङ्ख्यां त्यजतु इदानीं. तत्र सप्तमाध्याये तृतीयपादे अस्ति इति कृत्वा एव वयं ज्ञातुं शक्नुमः सप्तमाध्याये यत्र कुत्रापि अस्ति अङ्गकार्यमेव. अतः सार्वधातुक अर्धधातुकयोः इति अङ्गकार्यं. किमर्थं तत्र अङ्गकार्यम् इति किमर्थं स्मर्तव्यम्? किमर्थं स्मर्तव्यम् अङ्गकार्यम्? अङ्गकार्यं भवतु अथवा वर्णनिमित्तिककार्यं भवतु, तत्र किमर्थम् अङ्गकार्यम् इति स्मर्तव्यम्? सर्वाणि कार्याणि अङ्गात् एव भवति. भवतु नाम तत्र अङ्गकार्यं भवतु, नो चेत् वर्णनिमित्तिककार्यं भवतु, तत्र कः क्लेशः? तत् भवतु. किमर्थं किमर्थं तत्र अङ्गस्य इति अधिकारे अस्ति इति किमर्थम् उक्तं? तस्य प्रयोजनं किम्? पदस्यन्ते नास्ति. अङ्गस्य विषये एव कार्यं करोति, परन्तु अङ्गस्य इत्यस्य प्राधान्यं किम्? पूर्णतया अङ्गं स्वीकरणीयं न? अस्तु, यत्किमपि भवन्तः सर्वे वदन्ति तत् सर्वं समीचीनं, परन्तु मुख्यप्रयोजनं किम्? अङ्गस्य इति मुख्यप्रयोजनं किम्? प्रकृतियोगः अङ्गं योगः प्रत्ययः तिङन्तम् और् तावत्तु निष्ठाप्रत्ययः योजयति. भवतु भवतु, तत्सर्वं भवतु, परन्तु तत्र महत्त्वपूर्णबिन्दुः कः? प्रत्ययात् पूर्वम् आगच्छति. प्रत्ययदृष्ट्या किम् अङ्गं भवति इति स्पष्टं भवति अङ्गस्य अधिकारे. न, तत्र संज्ञासूत्रमस्ति अङ्गम् इत्यस्य कृते. तत्र अङ्गम् इति वक्तुम् अङ्गं किम् इति ज्ञातुं तत्र सूत्रमस्ति. यस्माद्विधि सद्दादे प्रत्ययङ्गम् इति अस्ति सूत्रम्. अतः अङ्गम् इति तत्र सूत्रेण ज्ञायते, अङ्गम् इत्युक्ते किम् इति. तदर्थं तत्र अङ्गस्य इति अधिकारस्य आवश्यकता नास्ति, परन्तु अङ्गस्य इति अधिकारस्य प्रयोजनं किम् इति चेत् अङ्गकार्यं पूर्वं भवति इति वा? सत्यं सत्यम्. इत्युक्ते यत्र बलाबलचिन्तनं भवति, यत्र कार्ययोः मध्ये, इत्युक्ते एकस्मिन्नेव सन्दर्भे कार्यद्वयं प्रसक्तम् अस्ति चेत्, इत्युक्ते सूत्रद्वयं प्रसक्तम् अस्ति, तर्हि तत्र प्रश्नः भवति द्वयोः सूत्रयोः मध्ये किं सूत्रं प्रथमं कार्यं कुर्यात् इति प्रश्नः उदेति एकस्मिन्नेव सन्दर्भे. अत्र नास्ति भूयोगः अ इत्यत्र नास्ति, परन्तु भूयोगः अ इत्यत्रापि भवितुम् अर्हति. अत्र भूयोगः अ इत्यत्र अन्यत् किं सूत्रं कार्यं कर्तुं शक्नोति अत्र? गुणकार्यं भवितुम् अर्हति. ऊकारस्य अकार अच्सन्धि भवितुम् अर्हति खलु? किं सूत्रम्? इकोयणचि. तर्हि भूयोगः अ इत्यत्र इकोयणचि इति सूत्रस्य प्रसक्तिः अस्ति, अपि च सार्वधातुक अर्धधातुकयोः इति सूत्रस्य प्रसक्तिः अस्ति. तर्हि तयोर्मध्ये किमर्थं वयं सार्वधातुक अर्धधातुकयोः इति सूत्रं प्रथमं कार्यं कुर्मः? तस्य कार्यम् अङ्गस्य अधिकारः अस्ति इति. न, अङ्गकार्यस्य बलम् अस्ति. अङ्गकार्यं प्रथमं करणीयम्, अनन्तरं वर्णकार्यम् इत्युक्ते सन्धिकार्यम्. इत्युक्ते अत्र एकः नियमः अस्ति, अग्रे अस्माकं पाठे आयास्यति बलाबलचिन्तनम् इति, तत्र सर्वं पठामः. परन्तु अत्र किञ्चित् अत्र वदामि, इत्युक्ते अत्र यद्यपि इकोयणचि इति सूत्रस्य प्रसक्तिः अस्ति, सार्वधातुक अर्धधातुकयोः इति सूत्रस्य प्रसक्तिः अस्ति, तत्र तयोर्मध्ये किं सूत्रं प्रथमं कार्यं कुर्यात् इति चेत् अत्र सर्वदा वर्णकार्यस्य अपेक्षया अङ्गकार्यं बलवत् भवति. वर्णाद् अङ्गं बलीयः इति एकं वार्तिकमस्ति. वर्णाद् अङ्गं बलीयः इत्युक्ते वर्णकार्यस्य अपेक्षया अङ्गकार्यं बलवत्, अतः अत्र सरधातुकार्धधातुकयोः इति सूत्रस्य बलमधिकं भवति. अतः कार्यम् अङ्गकार्यं वा न वा इति वयं जानीमः चेत् तदर्थं वयं कार्यं प्रवर्तयितुं शक्नुमः. तत्र केन क्रमेण कार्यं प्रवर्तनीयम् इति अस्मिन् विषये प्रश्ने सति तत्र द्वयोः सूत्रयोः मध्ये किं सूत्रं कीदृशकार्यं, वर्णकार्यं वा अङ्गकार्यं वा, तत्सर्वं ज्ञात्वा अनन्तरं सूत्रसङ्ख्या का, तत्सर्वं ज्ञात्वा पूर्वत्र सिद्धम् इत्यस्य अधिकारः अस्ति वा, तत्सर्वं ज्ञात्वा एव निर्णयः करणीयः तत्र किं सूत्रं प्रथमं कार्यं कुर्यात् इति. अत्र तु पश्यामः चेत् भूयोगः अ इति सन्दर्भे यद्यपि इकोयणचि इति सूत्रस्य प्रसक्तिः अस्ति तथापि तस्य प्राप्तिः नास्ति, यतोहि सार्वधातुकार्धधातुकयोः इति सूत्रम् अङ्गकार्यम् अस्ति, अङ्गकार्यस्य बलम् अधिकम् अस्ति इति कृत्वा तस्य कार्यं प्रथमं भवति. अपि च पश्यामः चेत् अत्र सार्वधातुकार्धधातुकयोः इति सूत्रमपि परसूत्रमपि अस्ति, परसूत्रमपि अस्ति, अङ्गकार्यमपि अस्ति. इकोयणचि इति सूत्रं षष्ठाध्याये प्रथमपादे कुत्रचित् अस्ति, सार्वधातुकार्धधातुकयोः इति सप्तमाध्याये तृतीयपादे अस्ति, अतः परसूत्रमपि अस्ति, परसूत्रस्य बलं भवति सपादसप्ताध्यायां. परसूत्रस्य बलं सपादसप्ताध्यायम् इत्युक्ते अष्टमाध्यायस्य प्रथमपादात् पूर्वं, प्रथमाध्यायस्य प्रथमपादात् आरभ्य अष्टमाध्यायस्य प्रथमपाद अन्तपर्यन्तं तत्र सपादसप्ताध्यायी इति वदामः. सपादसप्ताध्यायं सर्वदा परसूत्रस्य बलं भवति, अपवादः अस्ति चेत् भिन्नविषयः, परन्तु सामान्यतया बलं भवति. तर्हि अत्र सारांशः कः इति चेत् अङ्गस्य इत्यस्य अधिकारः कुत्र अस्ति इति वयं स्मरामः चेत् तत्र सौलभ्याय भवति, अग्रे गत्वा यदा प्रक्रियायां सौलभ्याय भवति. अस्तु, बुद्धं खलु? अस्तु जि, धन्यवादः. अस्तु, इदानीम् अग्रे जयलक्ष्मी भगिनी पठतु. आं पठामि भगिनि. पदस्य इति अधिकारसूत्रं षष्ठाध्याये प्रथमपादे षोडश, षष्ठाध्याये नास्ति अष्टमाध्याये, क्षम्यता अष्टमाध्याये प्रथमपादे षोडशः सूत्रम् अधिकारः षष्ठाध्याये प्रथमपादे षोडशात् अष्टमाध्याये, अष्टमाध्याये प्रथमपादे षोडशसूत्रात् आरभ्य तृतीयपादे पञ्चाशत् सूत्रतः इत्यस्य अत्र अधिकारः अस्ति. षोडशसूत्रात् इत्यस्मात् आरभ्य अष्टमाध्याये तृतीयपादः पञ्चपञ्चाशत् पर्यन्तम् इदं सूत्रम् एकैकस्मिन् द्वितीसूत्रे उपविश्य सूत्रार्थं पूरयति. अत्र अलोन्त्यस्य इत्यनेन परिभाषासूत्रेण अस्य अर्थो भवति पदान्तस्य. अतः यत् कार्यं विशेषतः पदान्ते भवति तदस्य सूत्रस्य अधिकारे आयाति. अत्र पदस्य इति अधिकारसूत्रस्य अर्थः वदति. तस्य अधिकारः अष्टमाध्याये भवति, केवल अष्टमाध्याये एव भवति. अत्र एकैकस्मिन् विधिसूत्रे पदस्य इत्यस्य अधिकारः उपस्थितिः भवति इति अत्र दत्तमस्ति. अलोन्तस्य इत्यनेन परिभाषासूत्रमपि तस्य सहकारेण तस्य अर्थः पदान्तस्य इति अर्थः भवति. यतोहि अत्र पदस्य इति केवलं पदस्य इति षष्ठी सम्बन्धार्थे भवति, तथापि पदस्य अन्तस्य इति अर्थः भवति अलोन्तस्य, अलोन्तस्य इति परिभाषासूत्रेण. अतः यत् कार्यं विशेषतः भवति तत् पदस्य अन्ते एव भवति इति अत्र सूचना अस्ति. समीचीनं भगिनि, समीचीनम्. इत्युक्ते अत्र उदाहरणार्थं झलां झषोन्ते इति सूत्रमस्ति, झलां झषोन्ते इति सूत्रम् अष्टमाध्यायस्य द्वितीयपादे अस्ति, पदस्य इत्यस्य अधिकारे अस्ति. अतः तत्र झलां झषोन्ते इति सूत्रे पदान्ते झल् वर्णः अस्ति चेत् तस्य स्थाने जश् आदेशः भवति इति अर्थः सिध्यति, यतोहि पदस्य इत्यस्य अधिकारे अस्ति, अतः झलां जशौन्ते इति जष्ट्वसन्धिः पदान्ते एव भवति इति वयम् अवगन्तुं शक्नुमः, यतोहि पदस्य इत्यस्य अधिकारे अस्ति तत् सूत्रम्। एवमेव तस्मिन् अधिकारे अन्यानि सूत्राणि अपि सन्ति। भगिनी अग्रे पठतु। भगिनी अत्र पदस्य इति अधिकारसूत्रं प्रथमपादे आरभ्य प्रथमपादात् आरभ्य तृतीय पादपर्यन्तम् अनुवर्तयति, मध्ये पूर्वत्र सिद्धम् आगच्छति, तस्य किमपि प्रवाहः न भवति वा? पूर्वत्र सिद्धम् अपि च पदस्य तयोः कः सम्बन्धः? अधिकारसूत्रं गन्तुं शक्यते वा, अनुवर्तयितुं शक्यते वा? एकस्मिन् एव तत्र द्वयोः अधिकारसूत्रयोः कार्यं भवितुम् अर्हति खलु, न कोऽपि क्लेशः, न कोऽपि क्लेशः। एकस्मिन् सूत्रे तत्र पूर्वत्र सिद्धम् इत्यस्य अधिकारः अस्ति, पदस्य इत्यस्य अपि अधिकारः अस्ति। पदस्य इत्यनेन पदान्ते एव कार्यं भवति इति वयं जानीमः, पूर्वत्र सिद्धम् इत्यनेन पूर्वसूत्रं प्रति परसूत्रम् असिद्धम् इति वयं जानीमः, अतः तयोः कार्यक्षेत्रं भिन्नं भिन्नं, न कोऽपि न कोऽपि क्लेशः। भगिनी अग्रे पठतु। यथा ऋत्वप्रकरणम् अष्टमाध्याये तृतीयपादे एता प्रथमसूत्रं तस्मिन् सूत्रात् अष्टमाध्याये तृतीयपादे द्वादशसूत्रपर्यन्तम् अस्मिन् प्रकरणे वारं वारं ऋत्वं रु विहितं भवति सर्वत्र पदान्ते, तदा रु स्थाने विसर्गः स्थाने सकारः इति अर्थः, रुः रु विसर्गः स् अनेन संयोग कृयोग घञ् प्रत्ययः इति चिन्तयामि, अत्र संस्कारः चन्द्रकलबिन्दु स इत्यस्य उपरि भवति, अनन्तरं संस्कारः सम् इति उपसर्गः, उपसर्गः स्वयं पदम्, अतः सम् इत्यस्य म रुः रु भवति, विसर्ग स् इति भवति, अस्मिन् प्रकरणे रु इत्यस्मात् पूर्वस्थितिवर्णस्य विकल्पेन अनुनासिकादेशः भवति, अपरस्मिन् पक्षे अनुस्वारः आगमः चन्द्रकलबिन्दु तस्य अङ्कारः अनुस्वारः, तथैव कस्मिन् योगचित् कस्मिंश्चित् चन्द्रकलबिन्दुसः कस्मिंश्चित् इति अनुस्वारसः रूपं भवति, कान् योगचित् कांश्चित् कांश्चित् इति रूप अपि रूपद्वयं भवति इति उक्तमस्ति। अस्मिन् परिच्छेदे ऋत्वप्रकरणस्य विषयं दत्तमस्ति, तत्र उदाहरणं दत्तमस्ति, संयोगकृयोगघञ् इति अत्र रु इति रु इत्यस्य किं भवति इति दत्तमस्ति, रुस्थाने विसर्गः भवति, अतः संयोगकृयोगघञ् अत्र सम् इति पदम् अस्ति, उपसर्गः इति कृत्वा स्वयं पदम् अस्ति, अतः सम् इत्यस्य मकारस्य म अन्ते अस्ति, तस्य रु रु इति कृत्वा विसर्गः भवति, विसर्गस्य अनन्तरं स् इति रूपं भवति, तदेव वा भगिनी किञ्चित् इत्युक्ते अत्र तत्र प्रक्रिया कथं भवति इति अस्माकं चिन्ता नास्ति, अत्र नास्ति एव चिन्ता, अत्र अत्र अस्माकं विषयः कः इति चेत् ऋत्वप्रकरणं कुत्र अस्ति, ऋत्वप्रकरणम् अष्टमाध्याये तृतीयपादे प्रथमसूत्रात् आरभ्य अष्टमाध्याये तृतीयपादे द्वादशसूत्रपर्यन्तं ऋत्वप्रकरणम् अस्ति, तत् प्रकरणं पदस्य इति अधिकारे अस्ति, अतः तत्र सर्वत्र पदान्ते कार्यं भवति इत्येव विषयः अस्ति, ऋत्वप्रकरणे कीदृशकार्यम् इति अस्माकं चिन्ता नास्ति अत्र, अत्र कार्यं सर्वत्र उदाहरणरूपेण दत्तमस्ति. तत्र कार्यं सर्वत्र पदान्ते एव भवति इति एव विषयः अस्ति अत्र. तत्र यैः सूत्रैः कार्यं विधीयते तैः सूत्रैः तत्र सर्वत्र पदान्ते एव कार्यं भवति. यथा मया उक्तं झलां जशोन्ते इति सूत्रे पदान्ते कार्यं भवति इति उक्तं खलु, एवमेव अत्रापि सर्वत्र पदान्ते कार्यं भवति इत्येव उक्तमस्ति. न न अन्यत् किमपि नास्ति. अस्तु अस्तु, अत्र अन्तिमवाक्यद्वयं पठित्वा समापयत्. अस्तु भगिनि, अस्य पाठस्य सारांशः अयं यत् अस्माकं मनसि कानिचन मुख्य अधिकारः सूत्राणि सन्ति चेत् तर्हि अष्टाध्याय्यां कीदृशकार्यं कुत्र भवति इति सौकर्येण ज्ञास्यामः. अनेन मार्गेण शीघ्रमेव सर्वं संस्कृतव्याकरणं बुद्धिग्रहणे आगच्छति इति दत्तमस्ति. तस्य अर्थः तदेव, यत्र मुख्य अधिकारसूत्राणि कुत्र कुत्र अस्ति, तस्य सङ्ख्या च मनसि तिष्ठति चेत् व्याकरणस्य मानचित्रम् इतोपि स्पष्टतया भवति इति अत्र दत्तमस्ति भगिनि. हा समीचीनं भगिनि, बहु समीचीनं. तर्हि अत्र विजयलक्ष्मी भगिनी, पाठः समाप्तः. अत्र अस्मात् पाठात् भवत्याः किं किं ज्ञातम्, अत्र सारांशरूपेण वदतु. तत्र किम् एतावता तत्र किं भवति, तत्र भवत्याः मनसि स्पष्टता अस्ति वा, तत्र अष्टाध्याय्यां समग्रदृष्टिः अस्ति वा? समग्रदृष्टि तु नास्ति, परन्तु नास्ति वा, किञ्चित् किञ्चित् अस्ति. समग्रदृष्टि नास्ति. समग्रदृष्टिः इत्युक्ते तत्र कुत्र इत्युक्ते समग्रदृष्टिः इत्युक्ते अष्टाध्याय्यां कुत्र कुत्र किं किं सूत्रमस्ति इति नास्ति, किं किं सूत्रमस्ति अस्ति न वा, किञ्चित् किञ्चित् अस्ति खलु. प्रक्रिया दृष्ट्या नास्ति, प्रकरणदृष्ट्या अष्टाध्याय्यां यथा सूत्राणि लिखितं सन्ति तत्र एकस्मिन् स्थाने एकं प्रकरणं स्वीकृत्य तस्य सर्वाणि सूत्राणि लिखितं भवति. तत्र अस्माकं यदि कुत्रापि क्लेशः भवति तत्र तदा कुत्र आगत्य तत् प्रकरणस्य सूत्रं कुत्र अस्ति इति शीघ्रं ज्ञातुं शक्नुमः. अनन्तरं अधिकारसूत्राणि कुत्र कुत्र तेषाम् अधिकारः भवति इति अपि पठितवन्तः. तत्र इदानीमेव पठितवन्तः खलु पदस्य इति सूत्रं, तस्य अधिकारे यत्किमपि कार्यं सूत्राणि तस्य अधिकारे आगच्छन्ति तत् पदान्ते एव तेषां कार्याणि भवन्ति. अनन्तरम् अङ्गस्य इति अधिकारसूत्रे अङ्गकार्याणि एव भवन्ति. अनन्तरं कुत्र सूत्राणि पूर्वमस्ति, कुत्र सूत्राणि कस्मिन् प्रकरणस्य सूत्राणि पूर्वम् अस्ति, कस्मिन् प्रकरणस्य सूत्राणि परम् अस्ति इति दृष्ट्वा बलियात् सूत्रं कुत्र भवति इत्यस्य अपि ज्ञानं प्राप्तुं शक्नुमः. अनन्तरं किं समीचीनं भगिनि, समीचीनम् इत्युक्ते अत्र अष्टाध्याय्यां तत्र सर्वं वयं न जानीमः, परन्तु तत्र रोड् म्याप् इति जानीमः खलु, मानचित्रम् इति जानीमः खलु. इत्युक्ते प्रथम अध्याये तत्र संज्ञासूत्राणि सन्ति, परिभाषासूत्राणि सन्ति इति वयं जानीमः. तदनन्तरं प्रथमाध्याये तत्र प्रथमाध्याये अपि च द्वितीय अध्याये तत्र समाससम्बद्धसूत्राणि, कारकसम्बन्धसूत्राणि सन्ति इति वयं जानीमः. तदनन्तरं तृतीयाध्याये, चतुर्थाध्याये, पञ्चमाध्याये प्रत्यय अधिकारः इति जानीमः. तत्र सप्तविधप्रत्ययाः भवन्ति इति अपि जानीमः. कृत् प्रत्ययः, विकरणप्रत्ययः, तिङ् प्रत्ययः, सनादिप्रत्ययः, अनन्तरं तृतीय अध्याये ये प्रत्ययः, चत्वारः प्रत्ययाः सन्ति. तदनन्तरं चतुर्थाध्याये पञ्चम अध्याये सुप् प्रत्ययाः, स्त्रीप्रत्ययाः, तद्धितप्रत्ययाः सन्ति. तर्हि तृतीयाध्याये, चतुर्थाध्याये, पञ्चमाध्याये प्रत्ययाधिकारः, तत्र सर्वत्र प्रत्ययविधानं भवति इति वयं जानीमः. तदनन्तरं षष्ठाध्याये, सप्तमाध्याये, अष्टमाध्याये सन्धिकार्याणि, अङ्गकार्याणि, समाससम्बन्धकार्याणि, प्रत्याश्रितकार्याणि, तदेव अङ्गकार्याणि इति तादृशकार्याणि भवन्ति. तावदेव तत्र. एतादृशमानचित्रमस्ति चेत् पर्याप्तं खलु? चेत् सम्यक्. इतोपि अधिकं यदि किमपि पृच्छति तत्तु न जानामि. न, तावदेव तावदेव इच्छामि. इदानीं तत्र अङ्गकार्यं कुत्र अस्ति इति भवती जानाति चेत् तत्र तत्र भवत्याः पुरतः किमपि कार्यम् अस्ति चेत् ओ इदम् अङ्गकार्यम् इति ज्ञातुं शक्नोति खलु? तत्र कार्यं किम् इति न जानाति चेदपि चिन्ता नास्ति. कीदृशकार्यं तत्र सूत्रेण कीदृशकार्यं विधीयते अथवा कीदृश आदेशः विधीयते इति न जानाति चेत् अपि अङ्गकार्यम् इति जानाति चेत् तदपि तत्र वरमेव खलु? सन्धिकार्यम् अङ्गकार्यम् इति जानाति चेत् वरमस्ति. अपि च तृतीयाध्याये किमपि कार्यमस्ति चेत् प्रत्ययविधानम् अथवा प्रत्ययस्य स्थाने आदेशः इति तादृशज्ञानं भवति चेदपि ओ सम्यक् अस्ति. अपि च प्रथमाध्याये अस्ति चेत् ओ प्रायः संज्ञासूत्रं, प्रायः परिभाषासूत्रम् इति तादृशज्ञानमपि बहु समीचीनं खलु? तर्हि समग्रदृष्टिः अस्माभिः प्राप्ता एव. यद्यपि वयं प्रथमाध्याये संज्ञासूत्राणि, द्वितीय अध्याये समासस्य अधिकारः, अनन्तरं किञ्चित् विभक्तीनां विषये, कारकविषये अपि ज्ञानं प्राप्नुमः. अनन्तरं तृतीय अध्याये, चतुर्थ अध्याये, पञ्चम अध्याये प्रत्ययानां विषये. पञ्चम अध्याये प्रायः तद्धितप्रत्ययाः सन्ति. अनन्तरं षष्ठाध्याये सन्धिकार्याणि, अनन्तरं किमपि प्रकरणमपि आसीत्, द्वित्वप्रकरणं सप्तमाध्याये आसीत्, प्रथमपादे सप्तमाध्याये. द्वित्वप्रकरणं सप्तमाध्याये वा? अस्तु, सप्तमाध्याये अङ्गकार्याणि भवन्ति, अष्टमाध्याये पूर्वत्र असिद्धम् इति मुख्य सूत्रम् अस्ति. ओ, द्वित्वप्रकरणं षष्ठाध्याये एव अस्ति. क्षम्यतां, षष्ठाध्याये प्रथमपादे अस्ति. सत्यं सत्यं. अष्टमाध्याये पदस्य कार्याणि, पदान्ते यानि यानि कार्याणि भवन्ति तानि कार्याणि भवन्ति, तानि कार्या तानि सूत्राणि सन्ति. अनन्तरम् अन्तिम चतुर्थ अष्टमाध्यायस्य चतुर्थपादे नत्वप्रकरणमपि अस्ति. भवती सर्वं जानाति, एवमेव वदति न जानामि इति. सम्यक्, तथा तावदेव. तावद् जानाति चेत् पर्याप्तं खलु? इदानीं तत्र भगिनी भगिनी पुस्तके कुत्र कस्मिन् पृष्ठे किं सूत्रं द्रष्टुं शक्नोति इति जानामि. हा, तावत् बहु सम्यक् अस्ति, तावत् पर्याप्तमस्ति, तावत् पर्याप्तमस्ति. इदानीं तत्र तावत् जानाति चेत् तत्र कुत्र गत्वा किं प्राप्तुं शक्नोमि इति तादृशज्ञानमस्ति खलु? यदि तत्र कुत्र इदानीम् अङ्गकार्यस्य विषये ज्ञातुम् इच्छति चेत् तत्र कुत्र गन्तव्यम् इति तादृशज्ञानम् अस्ति इदानीम्. इतः अग्रे वयं यदा पठामः तत्र इतोपि स्पष्टं भवति सर्वम्. अस्तु अस्तु, तर्हि बहु समीचीनं. तर्हि अग्रे गन्तुं शक्नुमः खलु? अस्माकं नूतनपाठः अस्ति तिङ् सिद्धेः च लकाराणां च समग्रदृष्टिः पाठः. अत्र अधिकारसूत्राणि, तत्र सप्त अधिकारसूत्राणि दत्तानि सन्ति. अन्यदपि अनेक अधिकारसूत्राणि अस्ति न अष्टाध्याये? सत्यं सत्यम्, अन्यानि सूत्राणि अपि बहूनि सन्ति. उदाहरणेन एवं सप्त दृश्यते न अत्र? सत्यम्, उदाहरणरूपेण अत्र सप्तसूत्राणि उक्तानि, परन्तु अन्यानि अपि सन्ति, अन्यानि अपि बहूनि सन्ति. अत्र प्राधान्येन उक्तानि. क्षम्यतां भगिनि, अधिकारसूत्रेषु धातोः इति अधिकारसूत्रं दत्तमस्ति. तस्मिन् परिच्छेदे अन्तिमे एकं सूत्रं दत्तमस्ति. तत् किमर्थं दत्तमस्ति अत्र? निष्ठा इति सूत्रं वा? न, तस्मात् पूर्व परिच्छेदे अन्यत् सूत्रं तदेव समानं कार्यं करोति. धातोः रेखाचो हलेदेः क्रिया इत्युक्ते इत्युक्ते अत्र धातोः इत्यस्य इति अधिकारसूत्रं द्विवारम् अस्ति. तृतीयाध्यायं द्विवारम् अस्ति. एकमस्ति धातोरेकाचो हलादेः क्रियाभिसमहारे समभिहारे यङ् इति सूत्रेण तत्र धातोः इत्यस्य अधिकारः अस्ति. अनेन सूत्रेण यङ् प्रत्ययः विधीयते. तत्र धातोः इत्यस्य अधिकारसूत्रमस्ति, तेनापि धातोः इत्यस्य अधिकारः अस्ति. तदनन्तरं तत्र मुख्यसूत्रमस्ति धातोः इति एकनवतितमं सूत्रमस्ति. तस्मात् तत्र अधिकारः गच्छति. इत्युक्ते तत्र द्विवारं धातोः इत्यस्य अधिकारः अस्ति इति जानीमः चेत् पर्याप्तम्. अधुना त्रिवारं नास्ति वा? न, अहं चिन्तितवती त्रिवारं. द्वितीयः इति चेत् एतदेव वा धातोः रेखाचो इति द्वितीयसूत्रं वा? तदेव प्रथमम् अस्ति. धातोरेखाचो हलादे समविहारे यङ् इति पूर्वसूत्रमस्ति, प्रथमम् अस्ति. तदनन्तरं धातोः इत्यस्य अधिकारः अस्ति. अस्तु, तत्र अत्र महती चर्चा वर्तते. अत्र किमर्थं द्विवारम् उक्तम्, एकवारमेव पर्याप्तं खलु इति तत्र महती चर्चा वर्तते. तत्र भाष्यकारैः अन्ततो गत्वा वदति तत्र द्विवारं वदनस्य आवश्यकता नास्ति, एकवारमेव पर्याप्तं. तत्र एकवारं धातोः इति अस्ति चेत् पर्याप्तं सर्वत्र भवितुम् अस्ति इति वदति. परन्तु महती चर्चा वर्तते. किन्तु धातोः इति एकोनविंशतितमः सूत्रम् अस्ति. एतत्तु द्वादश सेकेण्ड् अस्ति. तदेव अहं वदन्ती अस्मि. तत्र महती चर्चा वर्तते किमर्थं द्विवारं तत्सर्वम् अग्रे कदाचित् पश्यामः. परन्तु तत्र द्विवारम् अस्ति, अधिकारसूत्रं तु द्विवारम् अस्ति. अस्तु, धन्यवादः भगिनि. अस्तु, तर्हि इदानीं तथा भवति चेत् मम दोषः नास्ति यतोहि अहं पृष्टवती. किम्? अहमपि पृष्टवती खलु किमर्थं पुनः पुनः आगच्छति इति. मम दोषः न भवति तत्र. न, भवत्याः दोषः नास्ति. तत्र प्रश्नः समीचीनः एव. तथा नास्ति, वयं वक्तुं न शक्नुमः. ऋषीणां कृते तथा न वदामः, दोषः इति न वदामः. इत्युक्ते तत्र तस्य मनसि किम् आसीत् इति वयं न जानीमः. भवती वदति खलु मम कोटा अभवत्, तत्तु सत्यमेव. भवत्याः कोटा अभवत् इति तु सत्यमेव. तत्र न कोऽपि क्लेशः, न किमपि. अस्तु अस्तु, तर्हि इदानीं नूतनपाठं प्रति गच्छामः. तिङ्सिद्धेः च लकाराणां च समग्रदृष्टिः इति नूतनविषयः अस्ति. अत्र अरविन्द महोदय आरम्भं करोति वा? आं भगिनि. तिङ्सिद्धेः च लकाराणां च समग्रदृष्टिः. लट् लकारे स्वा भुआदिगणे पा धातुः पिबति. झोत्यादिगणे दा धातु दत्ताति. स्वादिगणे आप् धातुः आप्नोति. दश धातुगणाः सन्ति. गणम् अनुसृत्य विकरणप्रत्ययस्य भेदेन लट् लकारे रूपभेदः दृश्यते. पिबति, दधाति, आप्नोति इति प्रमाणम्. परन्तु लृट् लकारे पा धातु पास्यति, दा धातु दास्यति, आप् धातु आप्स्यति. अत्र रूपस्य साम्यं दृश्यते, यतः मध्ये गणीयविकरणप्रत्ययः नास्ति. लट् लकारः सर्वधातुलकारः, लृट् लकारः अर्धधातुलकारः. अयं भेदः कथं निष्पन्नः अस्मिन् पाठे परिशीलयामः. लकारस्य विविधरूपाणि दर्शयित्वा गणनिमित्तीकृत्य विकरणप्रत्ययं कारणेन सर्वधातुलकारे विकरणप्रत्ययस्य विकरणप्रत्यय आयाति इति कृत्वा धातुरु सिद्धधातुरूपं भिन्नं भवति, किन्तु अर्धधातुलकारे विकरणप्रत्ययस्य दर्शनं न भवति. एवं कारणेन सिद्धधातु धातुरूपाणि समानं दृश्यति यदा पास्यति, दास्यति, आप्स्यति इति. अयं भेदः कं कथं निष्पन्नः इति अत्र अस्मिन् करपत्रे परिशीलयामः. हा, इत्युक्ते अत्र किम् अत्र किं वदन्ति इति चेत्, सार्वधातुकलकारः अर्धधातुकलकारः तयोः भेदः इति वयं जानीमः, एतावता पूर्वमपि पठितवन्तः. सार्वधातुकलकारः इत्युक्ते किम्? सार्वधातुलकारः यत्र धातु तिङ् दृश्यते साक्षात् ते सर्वधातुलकारः. हा, सत्यम्. येषु लकारेषु धातुना तिङ् प्रत्ययः साक्षात् दृश्यते ते लकाराः सार्वधातुकलकाराः इति अस्ति. अपि च अर्धधातुकलकारः इत्युक्ते? अर्धधातुलकारः इत्युक्ते यत्र धातु तिङ् तिङ् प्रत्ययोः मध्ये प्रत्येकम् अर्धधातुलकार अर्धधातुप्रत्ययः तिष्ठति कृत्वा धातु तिङ् न दृश्यते, तेषाम् अर्धधातुलकारः इति उच्यते. सत्यं. यत्र धातु तिङ् प्रत्ययोः मध्ये व्यवधानं भवति, यथा अत्र लृट् लकारे स्य इति प्रत्ययः मध्ये व्यवधानम् अस्ति. लृट् लकारे पायोगः स्ययोगः ति, स्य इति प्रत्ययः प्रथमम् आयाति इति कृत्वा व्यवधानम् अस्ति. अतः तेषु लकारेषु अर्धधातुकलकारः इति वदामः. सार्वधातुकलकाराः के? किं सार्वधातुकलकाराः के लकाराः? लट् लङ् लट् लोट् लङ् दिदिलि. हा, सत्यं. तत्र चत्वारः लकाराः सार्वधातुकलकाराः, अन्ये लकारः अर्धधातुकलकाराः इति. तस्मिन् विषये इतोपि तत्र चिन्तनं भवति अस्मिन् पाठे. अत्र सार्वधातुकलकारेषु रूपभेदाः दृश्यन्ते, यतोहि तत्र गणम् आश्रित्य तत्र गणनिमित्तीकृत्य विकरणप्रत्ययः आयाति. तत्र गणं भिद्यते चेत् विकरणप्रत्ययः अपि भिद्यते, अतः एव रूपाणि भिद्यन्ते. ददाति, आप्नोति, सर्वत्र मध्ये यः प्रत्ययः अस्ति सः प्रत्ययः भिद्यते गणमाश्रित्य. परन्तु अर्धधातुकलकारेषु तथा नास्ति, सर्वत्र एकः एकविधप्रत्ययः एव भवति. यथा लृट् लकारे सर्वत्र स्य इति प्रत्ययः सर्वत्र भवति. आप्स्यति, पास्यति, पठिष्यति, गमिष्यति, सर्वत्र स्य इति प्रत्ययः एकविधप्रत्ययः. अतः तत्र गणचिन्तनं नास्ति, धातुगणचिन्तनं नास्ति तत्र. तर्हि एतादृशभेदः कथम् इति वयं जानीमः. तर्हि तस्मिन् विषये इतोपि लिखितमस्ति, पठामः. रामनाथन् महोदय पठति वा? धातुभ्यः विहिताः प्रत्ययाः द्विविधाः तिङ् च कृत् च. एते सर्वे प्रत्ययाः पुनः विभजिताः सार्वधातुकाः अर्धधातुकाः च. अस्य महत्त्वम् एवं यत् प्रत्ययः सार्वधातुकः चेत् तर्हि कर्तनर्थे समादयः विकरणाः आयन्ति कर्तरि शप् इत्यनेन. समादयः आयान्ति चेत् धातुगणभेदाः भवन्ति. प्रत्ययः सार्वधातुकः नास्ति चेत् आर्धधातुकः एव. आर्धधातुकः चेत् इडागमविचाराः करणीयः. अयं विभजनं तिङ्क्षु अपि भवति, कृत्सु अपि भवति. प्रथमतया तिङ् प्रसङ्गे अवलोकयामः, तदा कृत् प्रसङ्गे. धातुभ्यः द्विविधाः स्थगितं भवति, द्वितीयं कृत् स्थगितं भवति. एते सर्वप्रत्ययः पुनः विभजिता, दट् इस् एते सार्वधातुकः धातुः आर्धधातुकधातवः भवति. अस्य महत्त्वम् एवं प्रत्येक ओके सार्वधातुकप्रत्ययः अस्ति चेत् कर्त्रार्थे भवति, विकरण विकरण प्रत्ययं भवति कर्तरि शप् इति सूत्रेण. शबाद शप् आदयः अस्ति चेत् धातुगणभेदः भवति, प्रत्ययः सार्वधातुकः नास्ति चेत् आर्धधातुकः एव, आर्धधातुकस्य धातुगणभेदः नास्ति, परन्तु पिधागमविचारः करणीयः भवति. अयं विभजनं सिङ्क् इदानीम् अहं तिङन्त तिङ्क्षु धातु धातवः अवलोकयामः अवलोकयाम. हा समीचीनं महोदय, समीचीनम्. अत्र किञ्चित् चिन्तयामः. अत्र धन्यवादः महोदय. इदानीम् अत्र गीताञ्जलि भगिनी आगच्छतु. आं भगिनि. हा अत्र तिङ् प्रत्ययः कृत् प्रत्ययः कस्मिन् अध्याये विधीयते? तिङ् प्रत्यय कृत् प्रत्यय अत्र किं लिखितमस्ति? धातुभ्यः विहिताः प्रत्ययाः द्विविधाः इति लिखितं. तर्हि कुत्र विधीयते? अस्तु अस्तु, अहं मन्ये कस्य अध्याये अष्टाध्याये मध्ये न सत्यं तदेव पृच्छति भगिनि. तदेव पृच्छामि. ओ अध्यायस्य संख्या इति एकनिमिष भगिनि. तिङ् तृतीय अध्याये तिङ् अपि कृत् सत्यं. तृतीयाध्याये तिङ् प्रत्ययः अपि च कृत् प्रत्ययः विधीयते. किमर्थं तत्र तृतीयाध्याये किमर्थं प्रत्ययस्य अधिकारः? हा अधिकारसूत्रम् अधिकारसूत्रं प्रत्ययः इति इति अधिकार अस्ति तत्र, तदेव तिङ् अपि कृत् अस्ति इत्युक्ते प्रत्ययः इति अधिकारः तु चतुर्थाध्याये पञ्चमाध्याये अपि अस्ति. तर्हि किमर्थं चतुर्थाध्याये पञ्चमाध्याये न स्यात्? धातोः अपि धातोः इत्यस्य अधिकारः कुत्र अस्ति? धातोः तृतीय अध्याये एव, किन्तु प्रथमपादे एकनवति. हा इत्युक्ते धातोः इत्यस्य अधिकारः तृतीयाध्याये एव अस्ति. अतः धातुतः विद्यमानः प्रत्ययः द्विविधः. धातुतः कीदृशप्रत्ययः भवितुमर्हति? तिङ् प्रत्ययः भवितुमर्हति, नो चेत् कृत् प्रत्ययः भवितुमर्हति. तावदेव, अन्यत् किमपि नास्ति. धातुतः विद्यमानः प्रत्ययः तिङ् प्रत्ययः अथवा कृत् प्रत्ययः, तौ द्वौ अपि तृतीयाध्याये एव भवतः. किमर्थमिति चेत् धातुतः तिङ् प्रत्ययः विद्यते, धातुतः कृत् प्रत्ययः विद्यते. अस्तु, अतः तिङ् प्रत्ययस्य विषये चिन्तनं करणीयं चेत् तृतीयाध्यायमेव पश्यामः. कृत् प्रत्ययस्य विषये द्रष्टव्यं चेत् तत्रापि तृतीयाध्यायमेव पश्यामः. अस्तु, हा अस्तु, तर्हि पुनः तत्र विभजनमस्ति, सार्वधातुकः अर्धधातुकः इति पुनः विभजनम् अस्ति. तिङ्प्रत्ययस्य कृत् प्रत्ययस्य पुनः विभजनं नामकरणम् अस्ति. सार्वधातुकः अर्धधातुकः, सार्वधातुकः इति कस्य नामकरणम्? सार्वधातुक इत्युक्ते किञ्चित् सार्वधातुकम् एकम् एकं सूत्रम् अस्ति, अपि च किं तिंशत् सार्वधातुकम् इति प्रत्यय इत्यनेन ये ये प्रत्यय तिङ् वा षित् वा अस्ति चेत् ते सर्वे सार्वधातुकप्रत्यय सन्ति, अन्यथा आर्धधातुकप्रत्यय सन्ति. सत्यं, अपि च समीचीनं भगिनि, बहु समीचीनं. सत्यं, सार्वधातुकः इत्युक्ते तिङ्क्षित् सार्वधातुकम् इति सूत्रेण तिङ् प्रत्ययस्य अपि च षित् प्रत्ययस्य सार्वधातुकसंज्ञा भवति. षित् इत्युक्ते चकारः, इत् यस्य सः. तर्हि तिङ् प्रत्ययम् अथवा षित् प्रत्ययं विहाय अन्यप्रत्ययः अर्धधातुकः अस्ति. एतादृशसंज्ञा तत्र केवलं धातुभ्यः विद्यमानयोः प्रत्ययोः एव भवति. इत्युक्ते केवलं तिङ् प्रत्ययस्य अथवा कृत् प्रत्ययस्य एतादृशसंज्ञा अस्ति. सार्वधातुकसंज्ञा अथवा अर्धधातुकसंज्ञा केवलं तृतीयाध्याये एव अस्ति, न तु चतुर्थाध्याये अथवा पञ्चमाध्याये. यत्र धातुः इत्यस्य अधिकारः अस्ति तत्र एव सार्वधातुकसंज्ञा अर्धधातुकसंज्ञा, अन्यत्र नास्ति. बुद्धं खलु? आं भगिनि. अस्तु, इदानीम् अत्र विनय् महोदय. आं भगिनि. हा विनय्, अत्र सार्वधातुकलकारेषु तत्र विकरणप्रत्ययः कथमायाति? सार्वधातु लकारेषु विकरणप्रत्ययः उदाहरणार्थ शप् प्रत्ययः अस्ति भवादिगणे, अतः धातुः परः विकर्णप्रत्ययः आयाति. तदनन्तरं तिङ् प्रत्ययः आयाति. अतः विकर्णप्रत्ययः भवादिगणे शप् अवशिष्यते. भवादि गण धातुः अस्ति तर्हि शप् प्रत्ययः आयाति. तदनन्तरं लकार अस्ति, लस्य स्थाने तिङ् आयाति. वर्तमान विवक्षा यदि अस्ति तर्हि अन्तः तिङ् आयाति सार्वधातुकसम्बन्धे. तर्हि कर्तरि शप् आयाति इति कथं जानाति? कुत्र कर्तरि शप् आयाति? हा, कर्तरि शप् आयाति. कर्तरि शप् सूत्र अस्ति. कर्तृशप् सूत्र अस्ति. तर्हि शप् प्रत्यय विधीयते कर्तृशप् सूत्र आधारेण. कुत्र विधीयते कर्तृशप्? कुत्र विधीयते? अष्टाध्यायाम् अष्टाध्यायं नास्ति, इत्युक्ते कदा विधीयते कर्तरिषप् इति कदा विधीयते, कः प्रसङ्गः? कर्तृषप् प्रसङ्गः कर्तृषप् तथा कर्तृषप् प्रथम अस्ति, कर्तृ कर्तृक अस्ति प्रथमविभक्ति. परन्तु सर्वत्र लट् लोट् लङ् विधिलिङ्ग् सर्वत्र कर्तृक व्यवस्था अस्ति. कर्तृत्वे सार्वधातुके परे न गोमाति भगिनी वदतु. कर्तरि शप् सूत्रं वदति कर्त्रर्थे सार्वधातुके परे धातोः शप् इति शप् स्यात्. समीचीनं, महोदय अपि उक्तवान् इत्युक्ते धातोः परे कर्त्रार्थक सार्वधातुकप्रत्ययः अस्ति चेत् शप् इति विधीयते, शप् आयाति. इत्युक्ते कर्तरि शप् इति सूत्रे गणस्य चिन्ता नास्ति, तत्र गणस्य विषये किमपि न उक्तं सूत्रे. तत्र धातुतः कर्त्रार्थकसार्वधातुकप्रत्ययः अस्ति चेत् मध्ये धातु सार्वधातुकप्रत्ययोः मध्ये कर्तरि शप् आयाति इति जानीमः. तर्हि तत्र सर्वत्र कर्तरि शप् इति सूत्रस्य प्रसक्तिः अस्ति, धातुः कस्मिन्नपि गणे भवतु कर्तरि शप् इति प्रसक्तिः अस्ति. तदनन्तरं तत्र इदानीं दिवादिगणे अस्ति धातुः इति चिन्तयामः चेत् तत्र गोमती भगिनी वदतु, दिवादिगणे धातुः अस्ति चेत् तत्र किं भवति? दिवादिगणे शप् शप् इस् शन् आयाति, शप् गच्छति, शपं प्रबाध्य शन् आयाति. तत्र शन् इति प्रत्ययस्य निमित्तं किं? शन् इत्यस्य प्रत्ययनिमित्तमपि तत्र परे सार्वधातुकप्रत्ययम् अस्ति, तिङ् प्रत्ययः अस्ति चेत् केवलं सार्वधातुकं पर्याप्तं वा? धातु आवश्यकं, धातु प्रथमं धातु, अनन्तरं शन्, अनन्तरं तिङ् प्रथमं तिङ् आयाति, अनन्तरं शन् आयाति. धातु प्रत्ययः कीदृशः? तिङ् प्रत्ययः कीदृशः? सार्वधातुकः इति उक्तः, अपि च सार्वधातुकः सार्वधातुकः अपि चेत् अन्यत् किम् अपेक्षितं? अतः सर्वत्र दिवादिगणे भवतु, स्वादिगणे भवतु, रुदादिगणे भवतु, गणः यः कोऽपि गणः भवतु, तत्र कर्त्रार्थे सार्वधातुकप्रत्ययः अस्ति चेत् गणम् अनुसृत्य विकरणप्रत्ययः, शपं प्रबाद्य विकरणप्रत्ययः आयाति. स्वादिगणे अस्ति चेत् श्नु इति प्रत्ययः आयाति, शप्रबाद्य. तत्रापि निमित्तं समानं, पश्यति चेत् कर्तरि शप् दिवादिभ्यः श्यन्, स्वादिभ्यः श्नु, रुदादिभ्यः श्नम्, सर्वत्र यत्र यत्र गणनिमित्तिकविकरणप्रत्ययः आयाति सर्वत्र निमित्तमेकमेव, सार्वधातुककर्त्रार्थकप्रत्ययः. सार्वधातुककर्त्रार्थकप्रत्ययः अस्ति चेत् धातुतः तत्र सर्वत्र विकरणप्रत्ययः आयाति, गणमनुसृत्य विकरणप्रत्ययः आयाति. केवलं कर्तरिशप् इति सूत्रे गणस्य उल्लेखः नास्ति, अन्यत्र सर्वत्र गणस्य उल्लेखः अस्ति. स्वादिगणे अस्ति चेत् धातुतः कर्त्रार्थकसार्वधातुकप्रत्ययः अस्ति चेत् श्नु इति प्रत्ययः भवति इति सर्वत्र उच्यते. तदेव तत्र सार्वधातुकलकारेषु वैशिष्ट्यं, गणनिमित्तिकविकरणप्रत्ययः आयाति गणमनुसृत्य. अतः कस्मिन् गणे अस्ति धातुः इति विचिन्त्य एव विकरणप्रत्ययः आयाति. अस्तु, इदानीम् अग्रे पठामः. वंशीभगिनी पठितुमिच्छति वा? आं भगिनि, नमस्ते. पठतु. नमस्ते, पठतु. प्रथमपरिच्छेद तृतीयपरिच्छेद किल, तत्रतः तिङ् प्रत्ययैः लकाराः निष्पन्नाः, तिङ् प्रत्ययैः लकाराः निष्पन्नाः, अतः तिङ् प्रसङ्गः इत्यस्य वदनेन लकाराणां विषयः आयाति एव. दशलकाराः मूलतः कथं निष्पद्यते इत्यस्य परिशीलनेन बहु किमपि प्रकाशते. तिङ् प्रत्यये कथं निष्पन्नं भवति, अपि च तिङ् प्रतिध्वनि अस्ति मम गृहे वा न कुत्रापि प्रतिध्वनि अस्ति भगिनि? अस्तु, दशलकारं भवत्याः भगिनि, नो चेत् अहं म्यूट् करोमि. मम नास्ति नास्ति, अधुना नास्ति भगिनि, सम्यक् एव अस्ति. तिङ् प्रत्ययविषये अत्र लकाराणां विषये अपि रूपं कथं निष्पन्नम् इति अग्रे आयास्यति इति अहं चिन्तयामि. तदेव उक्तमस्ति, दशलकाराः मूलतः कथं निष्पद्यते इत्यस्य परिशीलनेन बहु किमपि, अतः दशलकाराः विषये कथं रूपं निष्पन्नं तिङ् प्रत्ययेषु प्रसङ्गे इति अग्रे अस्ति इति अहं चिन्तयामि. सत्यं सत्यम् इत्युक्ते दशलकाराः सन्ति इति वयं जानीमः, दशलकाराः सन्ति इति वयं जानीमः. तर्हि तत्र प्रथमं तत्र सर्वत्र अस्माकं विवक्षाम् अनुसृत्य दशलकाराः लकारेषु कश्चन लकारः विधीयते, लकारः विधीयते, धातुतः लकारः विधीयते. एते सर्वे लकाराः तृतीय अध्याये एव सन्ति, अष्टाध्यायां तृतीय अध्याये एव सन्ति एते लकाराः. तर्हि एतेषु लकारेषु कश्चन लकारः धातुतः विधीयते. तर्हि तत्र प्रक्रिया कथं भवति इति एकस्य विषये चिन्तनं कुर्मः चेत् अन्यत्रापि तथैव भवति, किञ्चित् विभेदः भवति, इत्युक्ते क्रमस्य भेदः अन्यत्र भवति, परन्तु सर्वत्र प्रक्रिया एवमेव भवति. तर्हि भगिनी अग्रे पठतु. आं भगिनि. दशलकाराः मूलतः पूर्णा कथा. दशलकाराः सन्ति, आरम्भे विवक्षाम् अनुसृत्य दशलकाराः गोचराः. तदा अष्टाध्याय्यां पद्धत्या लघुत्वार्थं सर्वे लकारः लकारः ल इत्येव भवन्ति. अत्र अभेदः एव दृश्यते. पश्चात् ल स्थाने अष्टादश तिङ्प्रत्ययाः, अत्रापि सर्वेषां लकाराणां स्थाने एते समानाः अष्टादश तिङ्प्रत्ययाः, अतः तदानीमपि अभेदः एव. अन्ते तिङ्गा किम् अस्ति भगिनि, तिङ्गाः वा तत्र तिङ्ग किम् अन्ते तिङ्गाम् अस्तु अन्ते तिङ्गां सिद्धत्वेन पुनः दशानां भेदाः आयान्ति. अभेदत्वात् भेदत्वस्य आगमनेन लकाराः सार्वधातुकाः आर्धधातुकाः च इत्यतः विभागद्वयम् अत्रैव सृष्टम् अस्तु. दशलकाराः सन्ति, एते सर्वे जानीमः. तत्र लट् लकारः, लोट् लट् लोट् लङ् अपि च एकं लट् लिट् लुट् लुट् लोट् लङ् विधिर्लिङ्ग् आशीर्लिङ्ग् लुङ् अपि च अन्य एकः अस्ति, अहं लुङ् वा न जानामि भगिनि, न स्मरामि. लुङ् लुङ् अस्तु. इत्युक्ते सार्वधातुकलकारः चत्वारः लकारः, लट् लोट् लङ् विधिलिङ्ग्. अर्धधातुकलकारः षड् लकारः, तत्र लिट् लिट् लकारः आशीर्लिङ्ग् लकारः, तदनन्तरं लिट् रिङ्ग् इति, लुङ् इति, अनन्तरं लुट्. अस्तु. तत्र प्रथमं तु लकाराः विषये यदि वयं पश्यामः, तत्र लकारस्य स्थान ला एव भवति, अतः तत्र लकाराणां विषये किमपि भेदः न दृश्यते. तदनन्तरं लास्थाने तिङ् प्रत्ययः यदि योजयामः, तत्रापि किमपि भेदः नास्ति इति अत्र अस्ति. तदनन्तरं तिङ् सिद्धत्वेन यदि दशगणेषु यदि वयं विकरणप्रत्ययः योजयामः, तत्र लकारस्य स्थाने किञ्चित् भेदः दृश्यते. अपि च सार्वधातुक अपि च आर्धधातुकप्रत्ययः यदि योजयामः, तत्र तत्रापि किञ्चित् भेदः दृश्यते इति मया अवगम्यते भगिनी तत्र. समीचीनम्. इत्युक्ते अत्र आदौ दशलकाराः सन्ति, सर्वत्र दशलकारेषु अपि तिङ्प्रत्ययः एव विधीयते तस्य स्थाने. तर्हि लकारः वयं पश्यामः चेत् लकाराणां विषये, तत्र लट् इति पश्यामः चेत् तत्र टकारस्य इत्संज्ञा भवति, लकार उत्तरवर्ति अकारस्यापि इत्संज्ञा, अनुनासिकः अस्ति इति कृत्वा इत्संज्ञा भवति. सर्वत्र लु इति एव अवशिष्यते, यः कोऽपि लकारः भवतु लु इति एव अवशिष्यते. लु इति अवशिष्यते चेत् तत्र भेदः नास्ति, सर्वत्र लु इति अवशिष्यते. तदनन्तरं तत्र लकारस्य स्थाने तिङ् प्रत्ययः आयाति, यः कोऽपि लकारः भवतु तत्र तिङ् प्रत्ययः आयाति. सर्वत्र तिङ् प्रत्ययः आयाति चेत् तत्रापि भेदः नास्ति. तर्हि कुत्र अस्ति भेदः इति चेत्, तिङ् प्रत्ययस्य स्थाने अन्य आदेशाः भवन्ति, तर्हि लकारम् आश्रित्य भिन्नभिन्न आदेशाः भवन्ति. इत्युक्ते अत्र उदाहरणार्थं लट्लकारे पठति इति अस्ति, पठति इति तिङ् प्रत्ययः अस्ति, परन्तु अत्र लङ् लकारे पश्यामः चेत् अपठत्, तत्र तकारः अस्ति अन्ते, तत्र भेदः अस्ति. तिङ् प्रत्ययः एव, परन्तु तस्य परिवर्तनं भवति. तर्हि लकारम् आश्रित्य तिङ् प्रत्ययस्य परिवर्तनं भवति. तिङ् प्रत्ययपर्यन्तं तत्र अभेदः अस्ति, भेदः नास्ति, सर्वत्र साम्यम् अस्ति. परन्तु यदा तिङ् प्रत्ययस्य स्थाने आदेशः भवति, तत्र एव भेदः निष्पद्यते. तत्र तादृशवेदसाधनार्थं क्रमः अस्ति. प्रत्येकस्मिन् लकारे क्रमः अस्ति, केन क्रमेण एतादृश आदेशाः भवन्ति इति क्रमः अस्ति. तदेव अत्र उक्तमस्ति, दशलकाराः सन्ति. तर्हि आरम्भे अस्माकं विवक्षाम् अनुसृत्य दशलकारेषु कश्चन लकारः आनीयते, लकारे लु इति अवशिष्यते, तत्र भेदः नास्ति. तदनन्तरं लु इत्यस्य स्थाने अष्टादश तिङ्प्रत्ययाः आयन्ति, तत्रापि भेदः नास्ति, सर्वत्र समानतिङ्प्रत्ययाः आयन्ति. परस्मैपदीप्रत्ययः नो चेत् आत्मनेपदीप्रत्ययः, धातुः परस्मैपदी वा आत्मनेपदी वा इति विचिन्त्य तदनुसृत्य तिङ्प्रत्ययः आयाति. अतः तत्रापि भेदः नास्ति. परन्तु सिद्धतिङ्प्रत्ययः यदा वदामः, तत्र लट्लकारे सिद्धप्रत्ययाः भिन्नाः, सिद्धतिङ्प्रत्ययाः भिन्नाः, लङ्लकारे सिद्धतिङ्प्रत्ययाः भिन्नाः, लोट्लकारे भिन्नाः, अन्येषु लकारेषु अपि भिन्नभिन्नप्रत्ययाः सन्ति. तर्हि तत्र एव भेदः अस्ति, सिद्धप्रत्ययस्तरे एव भेदः अस्ति, यतोहि तत्र भिन्नभिन्न आदेशाः भवन्ति. इत्युक्ते अभेदत्वात् भेदत्वस्य साधनार्थं तत्र विभागद्वयम् अस्ति, सार्वधातुकलकाराः आर्धधातुकलकाराः. सार्वधातुकलकारेषु एकरीत्या कार्याणि भवन्ति, अर्धधातुकलकारेषु भिन्नरीत्या कार्याणि भवन्ति इति अत्र उक्तमस्ति. अस्तु, तर्हि अग्रे सुमन् भगिनी पठति वा? आं भगिनि, श्रूयते किं? श्रूयते. तत्र द्वितीय बिन्दु खलु लकारप्रत्ययः विवक्षाम् अनुसृत्य दशलकाराः. ओ क्षम्यताम्, विवक्षाम् अनुसृत्य दशलकाराः भेदः अस्ति. सर्वे लकाराः ल इत्येव भवन्ति, किमपि भेदः न भवति. अष्टादश तिङ्प्रत्ययः प्रत्ययाः आयन्ति, तत्र अपि भेदः न भवति, अभेदः. अनन्तरम् अग्रिमसोपानम् अस्ति लकाराणां सिद्धप्रत्ययः, तत्र भेदः भवति. दशानां लकाराणां तिङ्गन्तपदानि, तत्र अपि भेदः दृश्यते. समीचीनं समीचीनं, धन्यवादः. समीचीनम्, अरुणा भगिनी अत्र एकवारं वदति वा अत्र किमस्ति इति? पठामि वा? न, अत्र किम् अस्ति सारांशरूपेण वदतु. लकार वयं जानीमः दशगणाः सन्ति, दशलकाराः अपि सन्ति. दशलकारेषु प्रथमं लकार एव तिङ्प्रत्यय सिद्धप्रत्यय पूर्वं भेदः नास्ति, परन्तु लकार आधारेण प्रत्यय सिद्धप्रत्यय भिन्नं भिन्नं भवति. विकरणप्रत्यय आगत्य भिन्नरूपं भवति, तदेव तदर्थम्. सत्यम्, इत्युक्ते अत्र भेदात् तत्र अभेदात् तत्र भेदः सिद्ध्यति, अभेदात् भेदः सिद्ध्यति. एतादृशक्रमेण तत्र कः लाभः? किं भगिनि? अत्र अभेदात् भेदः सिद्ध्यति, एतादृशक्रमेण कः लाभः अस्ति वा? किमर्थं सर्वत्र लकारः अपि समानः, लु इति अवशिष्यते, सर्वत्र तिङ्प्रत्ययः अपि समानः, अपि च अन्ततो गत्वा प्रत्ययस्य स्थाने आदेशाः भिद्यन्ते इति एतादृशक्रमेण तत्र किमपि दृश्यते वा? विवक्षासमये विवक्षाम् अनुसृत्य भेदः भवति. किं लकारः करणीयं, लट् लकारः करणीयं वा, लङ्लकारः करणीयं वा, तत्र तिङ्प्रत्यय सिद्धप्रत्यय भिन्नं भिन्नं भवति. तदर्थमेव अत्र दत्तं, प्रथमं लकारस्थाने लकार इति वद् लकार यत् अभेदः अस्ति, तिङ्प्रत्यय अभेदः अस्ति, परन्तु सिद्धप्रत्ययसमये एव भेदः भवति. हा, तत् सत्यं. परन्तु एतादृश तत्र लकाराः सर्वे लकाराः लु इति एव अवशिष्यते. तदनन्तरं लकारस्य स्थाने तिङ्प्रत्ययः, सर्वेषु लकारेषु तिङ्प्रत्ययः विधीयन्ते, तदनन्तरं तत्र तिङ्प्रत्ययस्य परिवर्तनं भवति इति. एतादृशक्रमेण कः लाभः इति चेत् लघुत्वं सिद्ध्यति. हा, लघुत्वं सिद्ध्यति, लघुत्वं सिद्ध्यति. लघुत्वं सिद्ध्यति एवं कुर्मः चेत् लाघवं सिद्ध्यति इति कृत्वा एतादृशक्रमः अस्ति. अपि च तत्र लकारस्य स्थाने यदा तिङ्प्रत्ययः आयाति तत्र एव तत्र सार्वधातुकलकारः, अर्धधातुकलकारः इति विभजनमपि शक्यते. यतोहि तत्र केन क्रमेण तिङ्प्रत्ययः विधीयते, प्रथमं मध्ये व्यवधानम् अस्ति वा नो चेत् नास्ति वा इति, एतादृशभेदः अपि सिद्ध्यते. सार्वधातुकलकारः, अर्धधातुकलकारः इति अपि भेदः सिद्ध्यते अनेन क्रमेण. इति कृत्वा सार्वधातुकलकाराणाम् एकविधकार्याणि, अर्धधातुकलकाराणां भिन्नविधकार्याणि. सार्वधातुकलकाराणां कीदृशकार्याणि इति चेत् गणमनुसृत्य विकरणप्रत्ययः विधीयते. अर्धधातुकलकाराणां सर्वेषां तत्र एकविधविकरणप्रत्ययः मध्ये व्यवधानरूपेण आयाति. अपि च तत्र इडागमचिन्तनं करणीयम्, अर्धधातुकलकारेषु इडागमचिन्तनं करणीयं, तत्र गणचिन्तनं नास्ति. कस्मिन्नपि गणे भवतु, चिन्ता नास्ति तत्र. अस्तु भगिनी, एतदपि वक्तुं शक्यते वा, तृतीय अर्थे लकाराः प्रत्ययः सन्ति, तत्र सर्वेषु लकाराः आदि यदि प्रत्ययः योजयामः तत्र ल इति अवशिष्यते, सर्वेषु लकारेषु एकमेव कार्यं भवितुम् अर्हति वा? सर्वेषु लकारेषु एकमेव कार्यम् इत्युक्ते तत्र सर्वत्र ल इति एव अवशिष्यते. तर्हि अस्तु, यदि लकाराणां विषये एकः सूत्रः योजनीयः चेत् तद् भूतार्थे, वर्तमानार्थे, भविष्यार्थे अस्ति, तत्र एकमेव कार्यं करणीयं चेत् तत्र ल इति अवशिष्यते चेत् तत्र कार्यम् एकमेव कार्यं भवितुम् अर्हति? एकमेव सूत्रमस्ति लस्य इति, एकमेव सूत्रमस्ति लस्य इति, एकमेव सूत्रमस्ति. प्रत्ययस्य अर्थः भिद्यते, प्रत्ययस्य अर्थः भिद्यते. वर्तमाने लट् इत्यनेन लट् लट् वर्तमानार्थे लट् प्रत्ययः विधीयते, अथवा अनद्यतने लङ् इति, तत्र अनद्यतने इति अर्थे लङ् विधीयते इति, तादृशभेदः अस्ति. परन्तु तत्र सर्वत्र लस्य इति एकेन सूत्रेण एव तत्र लकारस्य स्थाने तिङ् प्रत्ययः विधीयन्ते. तत्र एकमेव सूत्रमस्ति. अस्तु, तदेव, तत्र एव सारल्यम् अपि, तत्र एव लाघवमपि अस्ति. इत्युक्ते प्रत्येकलकारस्य विधानार्थं भिन्नभिन्नसूत्रं नास्ति, एकमेव सूत्रम्. अस्तु, तदपि समीचीनम्. अस्तु, तर्हि अत्र स्थगयामः, समयः अतीतः. इतः भगिनी, भगिनी, इफ् यु डु नाट् आब्स्ट्राक्ट् वी वुड् हव् गाट् 200 सूत्रस् बिकास् आफ् 18 × 10, दट् इस् द इम्पार्टेण्ट् रीसन्. या, तत्र लाघवम् अस्ति. Abstraction, which I spoke in the introductory class, people who have programming background will understand. Abstraction is the reason for that. Astu, tarhi atra sagayama. Astu, dhanyavadaha. Namaskar. Dhanyavadaha. Dhanyavadaha. Dhanyavadaha. Dhanyavadaha. Dhanyavadaha.